नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं. विषयः अस्ति क्रियादिगणः इति. तत्र क्रियादिगणे एकषष्टिधातवः सन्ति. तस्मिन् गणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययस्य विधानं भवति. श्नाप्रत्ययः अपित् अस्ति. सारधातुकप्रत्ययः तिंशित् सारधातुकमिति सारधातुकप्रत्ययः. अतः सारधातुकप्रत्ययम् आश्रित्य यानि कार्याणि भवन्ति तानि सर्वाणि अपि भवन्ति. परन्तु षित् प्रत्ययः अपित् अस्ति इति कृत्वा निद्वद् भवति गुणनिषेधः. किति च इत्यनेन गुणनिषेधः भवति इति तु वयं जानीमः. अत्र सामान्यधातवः ये सन्ति तत्र किमपि विशिष्टकार्यं नास्ति. केवलं विकरणप्रत्ययस्य योजनम्, अनन्तरं तिङ्प्रत्ययस्य योजनं. तत्पश्चात् विशेषधातवः. अत्र पवादिगणे केचन धातवः सन्ति ये दीर्घान्ताः धातवः. तेषां पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति क्षितिपरे. पवादीनां ह्रस्वः इति सूत्रेण अतः अत्र प्रक्रियायाम् अनेन सूत्रेण ह्रस्वत्वमपि जायते. अपि च यत्र यत्र प्रत्ययः अपित् अस्ति निद्वद् भवति तत्र त्रीणि कार्याणि भवन्ति. एकं कार्यं तु गुणनिषेधः, द्वितीयं सम्प्रसारणम्, अनन्तरम् अनुदिता हल उपदायक् निति इत्यनेन उपदायं नकारस्य लोपः इति त्रीणि कार्याणि भवन्ति. अत्र ज्या इति धातुः तस्य सम्प्रसारणं भवति. अस्मिन् गणे ज्या इति धातुः तत्र इज्ञणः सम्प्रसारणम् इत्यनेन यणः स्थाने इक्वर्णस्य सम्प्रसारणसंज्ञा भवति. अत्र केन सूत्रेण सम्प्रसारणविधानम् इति चेत् गृही ज्या वै व्यदि विश् पष्टि विच्छति वृच्छति पृच्छति वृजतीनां निति च इति सूत्रेण सम्प्रसारणविधानं भवति ज्या धातोः किति निति प्रत्यये परे. अत्र श्ना इति प्रत्ययः अपित्वात् निद्वत् इति कृत्वा सम्प्रसारणकार्यं भवति. यत्र यत्र सम्प्रसारणकार्यं भवति तत्र सम्प्रसारणाच्छ इत्यनेन सम्प्रसारणवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः पूर्वरूपादेशः भवति. तर्हि ज्या इति अस्ति चेत् तत्र जि इति रूपं लभ्यते. तर्हि जि योगः श्ना इति स्थितौ तत्र हलः इति अन्यत् सूत्रमस्ति. हल् उत्तरस्य सम्प्रसारणसंज्ञकवर्णस्य दीर्घादेशः भवति. अतः जी योगः न इत्यत्र दीर्घत्वं भवति जी योगः न. इदानीं पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वमपि भवति जिनाति इति रूपम्. अस्माभिः दृष्टं यत् सम्प्रसारणकार्यं यद्भवति सम्प्रसारणं तदाश्रित्य कार्याणि प्रथमतया भवन्ति इति. तस्य बलवत्त्वं भवति सम्प्रसारणकार्यस्य इति अस्माभिः दृष्टम्. अस्तु, इति ततः अग्रे तत्र ग्रह् इति अन्यः अपि धातुः अस्ति यस्य सम्प्रसारणं भवति. ग्रहधातोः ग्रहीज्या इति सूत्रेण सम्प्रसारणं भवति. अतः गृह्णाति इति रूपं लभ्यते सम्प्रसारणस्य अनन्तरम्. अनन्तरं ज्ञाधातोः धात्वादेशः भवति. ज्ञाजनोर्जा इति सूत्रेण ज्ञाधातोः तत्र जा आदेशः भवति क्षितिपरे. अतः जानाति इति रूपं लभ्यते. अनन्तरं तत्र केचन धातवः सन्ति ये धातवः अनिदिद्धातवः उपादायं नकारः अस्ति. तदानीं कितिनिति प्रत्ययपरे उपादायाः नकारस्य लोपः भवति इत्यपि अस्माभिः दृष्टं. बन्द् योगः स्ना योगः ति अत्र नकारस्य लोपः. स्नाप्रत्ययः नित्वत् अस्ति अतः नकारस्य लोपः अनिदितां हल उपादायाः क्मिति इत्यनेन बध्नाति सत्नाति मत्नाति इत्यादि रूपाणि तत्र लभ्यन्ते. अनन्तरम् अत्र स्ना इति प्रत्ययः यदा दन्त्यनकारः अस्ति तस्मात् पूर्वम् अङ्गे रेपः अस्ति अथवा ऋकारः अस्ति चेत् तत्र णत्वस्य प्रसङ्गः अपि भवति. अट्कुपाङ्नुं देवाये अपि इत्यनेन अथवा रसाभ्यां नौनः इत्यनेन यदि तादृशधातुः अस्ति चेत् तदानीं णत्वस्य प्रसङ्गः भवति. यथा क्रीणा इत्यत्र अट्कुप्वाङ् इत्यनेन णत्वं, गृह्ण इत्यत्र अट्कुप्वाङ्नुं व्यवाये अपि इत्यनेन णत्वम् इति तावत्पर्यन्तम् अस्माभिः प्राप्तम्. अपि च क्रियादिगणे स्नाप्रत्ययस्य योजनानन्तरम् अनदन्तम् अङ्गम् इति कृत्वा अनदन्ताङ्गानां सिद्धप्रत्ययः तेषामेव अत्र योजनं भवति. तर्हि अत्र के प्रत्ययाः इत्यपि अस्माभिः गतवर्गे दृष्टाः. तर्हि इदानीं तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति आरभ्य एकवारं पश्यामः. विजयलक्ष्मी भगिनी पठति वा? आं भगिनि. तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. क्रयादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव. स्मरन्तु यत् स्वादिगणे तथा न आसीत्. तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः. तनादिगणे अपि तादृशविभजनं जातम्. अत्र क्रयादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि. केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं यथा स्वादिगणे प्राप्यते. तच्च लोट् लकारस्य मध्यमपुरुषैकवचने एव. अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम. तत् विहाय सर्वगणः एकैव समूहः. क्रयादिगणे हलन्तधातु अजन्तधातु इति समूहद्वयं न अपेक्षितम्. यथा इदानीं किं किं दृष्टवन्तः, तनादिगणे हलादि धातवः अपि च हलन्तधातवः अपि च अजन्तधातवः इति विभजनम् आसीत्. स्वादिगणे अपि तथा आसीत्. परन्तु अस्मिन् गणे क्रियादिगणे धातूनाम् अङ्गं तु समानं भवति. केवलम् एकस्मिन् स्थले समूहद्वयस्य अपेक्षा अस्ति. तदपि केवलं लोट् लकारस्य मध्यमपुरुष एकवचने एव. अग्रे पठानि वा भगिनि? आम् अवश्यम्. आम्, यथा सामान्यं यत्र अङ्गम् अनदन्तम् अत्रापि क्रियादिगणे सिद्धतिङ्प्रत्ययानां चतुष्टयम् अस्ति. हलादि अपित् अजादि, हलादिपितः अजादिपितः, हलाद्यपितः अजाद्यपितः च. किञ्च एतत् भागचतुष्टयम् अवलम्ब्य क्रयादिगणे कार्यं किञ्चित् भिन्नं भवति. अत्रापि अङ्गम् अनदन्तम् अस्ति चेत् सिद्धतिङ्प्रत्ययानां चत्वारः भागः भवति. यथा पूर्वं दृष्टवन्तः, हलादि अपित् अजादि अपित्, हलादि पित् अजादि पित् इति चत्वारः भागाः भवन्ति. तेषां कार्यम् एतेषाम् अवलम्ब्य कार्यमपि भिद्यते. हलादिपित्सु किमपि कार्यं नास्ति, केवलं योजनम् अङ्गम् अपि च तिङ्प्रत्ययस्य योजनं. यथा क्रीणाति, तत्र धातु किम् आसीत्? क्रीणाति इत्यत्र क्री इति वा? क्री इति एव. आं, क्रयादिगण क्री. क्री इति धातुतः अङ्गकार्यं कृत्वा क्रीणा इति सिद्ध्यति. तत्र तिङ्प्रत्ययस्य योजनेन क्रीणाति इति रूपम्. एतद् किं पित् अजादिपित् हलादिपित् सारी हलादिपित् क्रीणाति इति. अजादिपित् पित्सु किं भवति? सन्धिकार्यं भवति. यथा क्रीणा योगः आनि, क्रीणानि इति भवति. कुत्र आनी भवति क्रीणाति क्रीणीतः क्रीणन्ति लोटि लोटि लोटि क्रीणानि एक उत्तमपुरुषे अस्तु हलादिषु अपित्सु स्ना श्ना प्रत्ययस्य आकारस्थाने ईकारादेशः ई हल्यघोः इति सूत्रेण अतः क्रीणा योगः तः क्रीणीतः इति भवति आकारस्य ईकारः भवति क्रीणीतः इति भवति एवमेव अजादिषु अपित्सु श्नाप्रत्ययस्य आकारस्य लोपः भवति श्नाभ्यस्तयोर् आतः इति सूत्रेण अतः क्रीणायोगः अन्ति क्रीणन्ति इति रूपं सिद्ध्यति अस्तु समीचीनम् समीचीनम् इति तत्र इत्युक्ते सूत्रद्वयमेव अस्माभिः स्मर्तव्यम् एकं तु श्नाभ्यस्तयोः आतः ई हल्यगोः इति सूत्रद्वयम् पित्सु किमपि कार्यं नास्ति हलादि वा अजादि वा अजादिपित्सु सन्धिकार्यं भवितुम् अर्हति परन्तु अन्यत् अङ्गकार्यं नास्ति हलादि अपित्सु ई हल्यगोः इति एकं सूत्रम् अकारस्य अङ्गान्ते यः आकारः स्नाप्रत्यान्त अङ्गस्य अन्ते यः आकारः तस्य स्थाने ईकारादेशः अपित्सु प्रत्ययेषु अजादि अपित्सु प्रत्ययेषु श्नाभ्यस्तयोः आतः इत्यनेन आकारस्य लोपः तर्हि कुत्र अनयोः सूत्रयोः कार्यमिति तत्र निमित्तं किम् इति एकवारं पश्यामः तत्र शोभा भगिनी अग्रे पठति वा श्नाभ्यस्तयोः आतः आं भगिनि स्नाभ्यस्तयोरातः इति सूत्रं श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्ययपरे श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ तयोः श्नाभ्यस्तयोः श्नाभ्यस्तयोः षष्ठ्यन्तम् आतः षष्ठ्यन्तं द्विपदमिदं सूत्रं श्नसोरल्लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनखनघसां लोपः क्नित्यनङ्गि क्निति अनङ्गि इत्यस्मात् क्निति इत्यस्य अनुवृत्तिः अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्निति सार्वधातुके तत्र श्नाभ्यस्तयोरातः इति सूत्रे स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारलोपः भवति तर्हि तत्र पूर्वस्मिन् उदाहरणे आकारलोपः कुत्र अभवत् क्रीणा इत्यत्र क्रीणा इत्यस्य अन्त्यस्य आकारलोपः तर्हि अभ्यस्तसंज्ञकधातोः अभ्यस्तसंज्ञकधातुः क्रि इति अस्ति वा भगिनि स्नाप्रत्ययस्य क्रि इति नास्ति अस्य सूत्रस्य कार्यं न केवलं क्रियादिगणे अपि च यत्र जुहोत्यादिगणे अङ्गस्य अभ्यस्त यत्र द्वित्वकार्यं भवति तत्र अभ्यससंज्ञा भवति खलु ओ क्षम्यतां तत्र स्नाप्रत्ययस्य इति पृथक्तया एव दत्तं खलु स्नाप्रत्ययस्य अपि च अभ्यस्तसंज्ञकधातोः इत्युक्ते तत्र जुहोत्यादिगणे भवितुम् अर्हति श्नाभ्यस्तयोरातः इति सूत्रम् अस्तु च तर्हि ते अकारस्य लोपः भवति यथा तत्र क्रीणायोगः अन्ति तत्र क्रियोगः श्ना इत्यस्य नकारः णत्वं भूत्वा क्रीणा इति अभवत् अतः श्नाप्रत्ययस्य इति निमित्तं पूरितम् अतः तत्र ण इत्यस्य दीर्घ आकारस्य एतेन सूत्रेण किं भवति तत्र ह्रस्वः भवति आकारलोपः भवति क्षम्यताम् आकारलोपः भवति क्रीणन्ति इति तिष्ठति तर्हि कदा भवति किति निति सार्वधातुकप्रत्यये परे तत्र कित् णित् सार्वधातुकप्रत्यये परे इति अस्ति किन्तु निति तत्र तु ति इति अस्ति लट् लटि क्रीणन् क्रीणन्ति इति अन्ति किति निति इत्यस्य अवसरः कित् कित् नास्ति नित् नास्ति तत्र तिङ् अस्तु निति क्षम्यताम् श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः अस्ति श्नाभ्यस्तौ इति तस्मात् श्नाभ्यस्तो तयोः इति षष्टिविभक्तिः तत्र तदेव षष्ट्यन्तम् आतः इति अपि तत्र षष्ट्यन्तं यतोहि आतः लोपः भवति इति अस्ति अपि च तत्र अनुवृत्तयः सन्ति लोपः इति श्नसोरल्लोपः इत्यनेन लोपः इत्यस्य अपि च गमहनजनखनघसां लोपः किति अनङ्गि इति सूत्रेण क्निति इत्यस्य अनुवृत्तिः अभवत् तदनन्तरम् अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इति अनुवृत्तिः अभवत् तर्हि त्रय तिस्रः अनुवृत्तयः अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्निति सार्वधातुके तर्हि अङ्गस्य इति स्थानी भवति अङ्गस्य श्नाभ्यस्तयोः अङ्गस्य श्नाभ्यस्तयोः अस्तु तत्र विशेषविशेषणं खलु श्ना अथवा अभ्यस्तयोः किन्तु कीदृशयोः इत्युक्ते अङ्गस्य यथा तत्र श्ना अपि च अङ्गस्य श्ना अपि च अङ्गस्य विशेषणविशेषस्य भावः अस्ति वा श्ना अस्तु एकक्षणं भगिनि तत्र अङ्गस्य श्नाभ्यस्तयोः आतः तर्हि केवलं श्नाभ्यस्तयोः इति स्वीकुर्मः चेत् तदेव तत्र विशेष्यं भवति किन्तु केवलं तत्र षष्ठीसम्बन्धः वा अङ्गस्य श्नाभ्यस्तयोः इति अङ्गस्य भवेत् इति खलु श्ना इति प्रत्ययस्य आकारः अवयवः वा श्ना अन्ते यस्य अङ्गस्य भवति कथं तादृश अर्थः लभ्यते तत्र कयोः भवति इत्युक्ते श्ना इत्यस्य आकारः अपि च अभ्यस्तस्य आकारः इति भवति खलु आतः इति इदानीम् अभ्यस्त इति एकवारं किञ्चित् त्यजतु इदानीं केवलं श्ना इत्यस्य श्ना इत्यस्य आतः लोपः श्ना इत्यत्र श्ना अपि च अङ्गमनयोः कः सम्बन्धः विशेषणस्य भावः वा श्ना इति विकरणप्रत्ययः क्रीणा इति अङ्गम् क्रीणा इति अङ्गं तर्हि क्रीणा इति अङ्गं परन्तु श्ना इति श्ना इत्यनेन क्रीणा इति इङ्गितं वा न श्ना इति भिन्नं क्रीणा इति भिन्नं खलु आम् तर्हि अङ्गमपि च श्ना इति हा इत्युक्ते श्ना इति अङ्गे भवेत् इति खलु न तु केवलं श्ना इति पृथक्तया इति अङ्गस्य श्ना इति अर्थः वा आम् अङ्गस्य श्ना इति वा अत्र तादृश अर्थः विवक्षितः वा अङ्गस्य श्ना इति अन्यत् किमपि चिन्तनमस्ति वा अङ्गस्य आतः लोपः अथवा श्नाभ्यस्तयोः आतः लोपः श्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति नाभ्यस्तयोः अङ्गस्य आतः इति वक्तुम् अनयोः कः सम्बन्धः श्नाभ्यस्तयोः इति अनयोः कः सम्बन्धः स्नाप्रत्ययान्त अङ्गम् अथवा अभ्यस्तसंज्ञक अङ्गम् स्नाप्रत्ययान्तमङ्गम् इति कथं लब्धम् आम् हेनविधिस्तदन्तस्य वा हेनविधिस्तदन्तस्य इत्यनेन येन विधिस्तदन्तस्य कदा भवति विशेषणविशेषम् अस्ति चेत् येन विधिस्तदन्तस्य इति अत्र विशेषणं किं नो स्ना प्रत्ययान्त अङ्गम् ओ प्रत्य स्ना प्रत्ययान्त अङ्गम् इत्यनेन वाट् इस् दट् परिभाषा प्रत्यय प्रत्ययान्तग्रहणे तदन्तग्रहणाः संथिङ्ग् लैक् प्रत्ययग्रहणे तदन्तग्राह्याः प्रत्ययग्रहणे तदन्तग्राह्याः इत्युक्ते तत्र श्ना अपि च अङ्गम् अनयोः विशेषविशेषभावः नास्ति श्ना इति एव अङ्गम् इति नास्ति इदानीं क्रीणा इत्यत्र ना इत्यनेन श्ना प्रत्ययः अङ्गम् इत्यनेन क्रीणा इति सम्पूर्णमस्ति अतः अनयोः विशेषविशेषभावः नास्ति तर्हि यत्र प्रत्ययस्य केवलम् प्रत्ययस्य एव ग्रहणं यत्र अस्ति तत्र कथम् अन्वयः इति चेत् तदन्तग्राह्यः इति वक्तव्यम् अतः स्ना प्रत्ययान्तम् अङ्गम् इति वक्तव्यम् सूत्रं किं प्रत्ययः किं भगिनि प्रत्ययः प्रत्ययग्रहणे तदन्तग्राह्याः यत्र यत्र प्रत्ययस्य ग्रहणमस्ति सूत्रेषु तत्र तदन्तग्रहणं करणीयं तदन्तग्रहणम् इत्युक्ते यस्य अन्ते प्रत्ययः अस्ति तस्य ग्रहणम् इत्युक्ते अङ्गस्य ग्रहणम् इत्युक्ते श्ना इति प्रत्ययः प्रत्ययग्रहणे तदन्त तदन्त इति क्रीणा इत्यस्य ग्रहणं क्रीणान्ते अस्तु तदा इदानीं प्रत्ययान्त अङ्गम् इति वयं वदामः चेत् इदानीं विशेषविशेषभावः अस्ति श्ना प्रत्ययः यस्य अन्ते वर्तते तादृश अङ्गम् इति विशेषविशेषभावः अस्ति साक्षात् श्ना अपि च अङ्गम् अनयोः विशेषणविशेषभावः नास्ति अनयोः विशेषणविशेषभावः कथं प्राप्तुं शक्यते इति चेत् प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया श्ना प्रत्ययान्तस्य अङ्गस्य इति विशेषणविशेषभावः आयाति तत्र आतः इत्यपि उक्तं श्ना प्रत्ययान्तस्य अङ्गस्य आतः लोपः इत्युक्ते श्ना इत्यस्य अन्ते यः आकारः तस्य लोपः अस्तु तर्हि अङ्गस्य इत्यनेन प्रत्ययान्त अङ्गस्य श्ना प्रत्ययान्त अङ्गस्य अथवा अभ्यस्तस्य अङ्गस्य आतः लोपः प्रत्ययग्रहणे अस्तु पुनः एकवारं पश्यामि सूत्रं तर्हि आतः इति तत्र षष्टि भवति लोपः मिति सार्वधातुके इति सप्तमीनिमित्तं तर्हि आतः इति अङ्गस्य श्नाभ्यस्तयोः आतः तत्र विशेषविशेषणं भवति खलु आतः लोपः आतः एव लोपः अतः स्थानी भवति तदेव विशेषं भवति इति मन्ये तत्र अभ्यस्तसंज्ञकम् अङ्गं यथा अग्रे पठनीयं वा भगिनि न भगिनि अत्र श्ना प्रत्ययान्तस्य अङ्गस्य अपि च अभ्यस्तसंज्ञक अङ्गस्य आतः लोपः क्निति सार्वधातुके इति निमित्तम् इति आकारस्य लोपः इति साक्षात् उक्तम् आतः इति इत्यस्य विभक्ति का तत्र षष्टि आतः लोपः आतः तत्र प्रातिपदिकं किम् आत् इति भवेत् तत्र आतः इत्यस्य तपरकरणं कृतमस्ति खलु तपरकरणम् आत् इति आतः इति कृतम् अत्र आकारस्य तपरकरणस्य आवश्यकता अस्ति वा अस्ति खलु ओ पूर्वं यत् एषः विषयः इत्युक्ते केवलम् आकारः एव खलु तर्हि किमर्थं तपरकरणम् अत्र कृतम् आवश्यकं वा स्पष्टीकरणं वा बालानां कृते कः अस्ति बालः भवति वा अथवा अहं वा अस्ति कः अस्ति बालः इत्युक्ते तत्र आल्लोपः इति भवेत् इति वदति वा न अहं केवलं प्रश्नं पृच्छामि तावदेव भवन्तः उत्तरं वक्ष्यन्ति अन्ये अपि स्थले एवम् अस्ति भगिनि केवलम् आकारः परन्तु आत् इति आमाम् अत्र आतः इत्यस्य किमपि प्रयोजनम् अस्ति वा श्नाभ्यस्तयोर् यदि आतः इति नास्ति केवलम् आ इति अस्ति चेत् किं भवति आ इत्यस्य दीर्घ आकारान्तप्रातिपदिकस्य षष्ठीविभक्त्यन्तरूपं किम्? रमा पुल्लिङ्गे वा? विश्वपः तर्हि श्नाभ्यस्तयोः अह इति भवति, अह इति भवति, तयोः अह, तयोरह इति भवति, तर्हि तयोरह स्पष्टता न भवति खलु? तयोरः इति वदति चेत् स्पष्टता न भवति, आकारस्य एव वदन् अस्ति वा इति, किम् अत्र अह इति अन्यस्य कस्यचित् विभक्तिः भवितुमर्हति वा? प्रथमविभक्तौ अह इति भवितुमर्हति वा? अकारान्तप्रातिपदिकस्य प्रथमविभक्तौ अह इति एव रूपं खलु? रामः अह, तर्हि ह्रस्वकारान्तः वा दीर्घकारान्तः वा किम् अस्ति इति तत्र स्पष्टता न भवति खलु? इति कृत्वा तत्र तपरकरणं कृतं केवलं स्पष्टीकरणार्थम्। अस्तु, सूत्रार्थः स्पष्टः वा सर्वेषां कृते? शोभा भगिनी अवगतं वा? आं भगिनि। अस्तु अग्रिमवाक्ये सार्वधातुके इति किमर्थम्? किम् अपेक्ष्यते तत्र? किम् इच्छति तत्र? किनिति इति मास्तु इति वा? किनिति अपित् इति वक्तव्यमासीत् खलु? किमर्थम् अपित् इति वक्तव्यं? किनिति इत्यस्य अनुवृत्तिः साक्षात् स्वीकृतः अस्ति, अनुवृत्तिः स्वीकृता अस्ति। यतोहि सार्वधातुकः निद्वत् भवति इति एव अस्ति खलु? अस्तु, यदा अपित् अस्ति तदा निद्वत् भवति। किनिति इति सार्वधातुकस्य किं विशेषणं भवति वा? अपित् इति एव विशेषणं खलु? किमर्थं किति निति प्रत्ययपरे इत्येव अर्थः खलु? किनिति इत्यस्य विश्लेषणं कुर्मः चेत् कित् नित् कित् नित् क्निति क्नौ क्नौ इतौ यस्य तत् नितौ इति भवति, तस्य सप्तमी क्निति ककित् नित् प्रत्ययः इति अर्थः। किति निति प्रत्यये परे, किति निति सार्वधातुकप्रत्यये परे, अत्र तिङ् इति नकारः इति अर्थम् अवगन्तव्यं वा? किं किं तिङ् इत्यत्र तिप् अस्ति, तिप् इत्यत्र अन्ति इति अन्ति इति प्रत्ययं स्वीकरोतु, अन्ति इति प्रत्ययं स्वीकरोति चेत् तत्र अन्ति इति प्रत्ययः, अन्ति इति प्रत्ययः जी स्थाने तत्र ज्योन्तः इत्यनेन अन्तादेशः, अन्ति इति प्रत्ययः, अन्ति इति प्रत्ययः सार्वधातुकप्रत्ययः, अपित् प्रत्ययः निद्वत् अस्ति अतः निति अस्ति खलु? इति कृत्वा श्नाभ्यस्तयोः अतः इत्यस्य कार्यम्, इत्युक्ते आर्धधातुकप्रक्रियायाम् अस्य सूत्रस्य कार्यं नास्ति, अपि च सार्वधातुकप्रक्रियायां सर्वत्र अस्य कार्यं नास्ति इत्यपि वक्तुमिच्छति, इत्युक्ते केवलं सार्वधातुके इत्येव वदति चेत् कः क्लेशः? किमर्थं क्निति इति यथा भवती पृच्छति, किमर्थं क्निति इति चेत् कः क्लेशः जानाति वा? गुणः कुत्रापि भवति वा? गुणः इति न सेहद्य अपित् च इति तत्र अपित् इति वदति खलु सार्वधातुके अपि अपित् इति वक्तव्यमासीत् न इत्युक्ते अपित् इति न वदति तर्हि पित्तु अपि अस्य कार्यं भवति यत्र हा धातुः जुगोत्यादिगणीय हा धातुः अस्ति तत्र रूपम् अजहात् इति अस्ति तत्र अजहात् यदि अत्र अपित् इति न वदति कितिनिति इति न वदति तर्हि तत्रापि आकारस्य लोपः भवति अतः अजहत् अजह अजह्त् इति तथा किमपि रूपं लभ्यते अजह्त् तर्हि तद् न इष्यते खलु तन्न इष्यते तत्र अजहात् इत्येव रूपम् इष्यते तत् कथं प्राप्तुं शक्यते इति अनङ्गी इत्यस्य ओ तत्तु भिन्नसूत्रं खलु अनङ्गी अनङ्गी इत्यस्य अवसरः नास्ति अत्र केवलं किति कितिनिति अस्तु शोभा भगिनी अग्रे वाक्यद्वयं पठित्वा समापयत् आं भगिनि अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा धातुः मीमा इति अङ्गं मीमा योगः अते मिम् योगः अते मिमते अत्र पुनः तत्र अङ्गस्य श्नाभ्यस्तयोः आतः इत्यनेन मीमा इत्यस्य दीर्घाकारस्य लोपः मिम् इति एव तिष्ठति मिमते इति भवति अनेन सूत्रेण न केवलम् अजादि अपिति अपि तु हलादि अपिति अपि कार्यं विहितं किन्तु हलादिषु अपित्सु इ हल्घ् हल्यघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ईकारादेशं विदधाति इति अग्रे आगच्छति इत्युक्ते तत्र आकारलोपः न भवति आकारस्य स्थाने ईकारादेशः भवति ई हल्यघोः इति सूत्रेण अग्रे भगिनि मिमते वा मिमीते वा तत्र मीमायोगः अते इति मीमा इति अभ्यस्त अङ्गम् अस्ति खलु सत्यं तर्हि आकारस्य मीमा इति अत्र आकारस्य लोपः मिम् योगः अते मिमते इति अस्ति खलु किमर्थं कः क्लेशः तत्र रूपं सम्यक् नास्ति वा मिमीते इति मम करपत्रे अस्ति करपत्रं न ओ उपरि अस्ति अस्तु अस्तु अस्तु मिमीते तु एकवचने अस्ति खलु एतत्तु प्रथमपुरुषे बहुवचने बहुवचने अस्ति ओके ओके अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः अस्तु तर्हि इदानीं तत्र श्नाभ्यस्तयोः अतः इत्यस्य कार्यम् अत्र अभ्यस्तसंज्ञकस्य उदाहरणं दत्तमस्ति क्रियादिगणे धातोः विषये तु क्रीडायोगः अन्ति इत्यत्र आकारस्य लोपः भवति अत्र वस्तुतः अस्मिन् सूत्रे अजादिप्रत्ययपरे हलादिप्रत्ययपरे इति किमपि न उक्तम् यः कोऽपि प्रत्ययः भवतु अस्य सूत्रस्य कार्यं भवितुमर्हति अजादि वा हलादिः वा अत्र उदाहरणं तु अजादिप्रत्ययपरे एव उक्तं क्रीणायोगः अन्ति अजादि सार्वधातुकप्रत्ययपरे इति उदाहरणं दत्तमस्ति हलादिप्रत्ययपरे का गतिः श्नाभ्यस्तयोः अतः कार्यं करोति वा न वा इति अग्रे पश्यामः तत्र किम् उमावग्नि पठितुमिच्छति वा उच्चैः श्रूयते उच्चैः पठताम् तस्मात् पूर्वम् अनेन सूत्रेण न केवलम् अजादि अपिति अनेन सूत्रेण न केवलम् अजादि अजाद्यपिति अपि अपि तु हलाद्यपिति अपि कार्यं विहितम् किन्तु हलादिषु अपित्सु ई हल्यभोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ईकारादेशं विदधाति दट् इस् ई हल्यभोः इति सूत्रेण आकार अजादि अपि हलादि अपि किन्तु हलादिषु अपित्सु ई हल्यर्भोः इति सूत्रम् एतत् कार्यं प्रभाव्य आकारस्य स्थाने सो आकारस्य स्थाने ईकारादेशः भवति ई हल्यभोः ईहल्यभोः स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति इति निधि हलादि सार्वधातुकप्रत्यये परे परन्तु भूसंज्ञकः धातुः चेत् न भवति भूसंहितः धातुः नाम दाधा च धातु न भू अभुः तस्य अधोः अस्ति ई लुप्त प्रथमाकं पदं लुप्तप्रथमाकं पदं हलि सप्तम्यन्तम् अधोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अत्र ई हस्तिभोः सूत्रं किं वदति इति दत्तं स्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः सो दट् मीन्स् क्रयादिगण धातुः आकारस्य स्थाने ईकारादेशः भवति इति निति हलादि सार्वधातुकप्रत्ययपरे सो इति निति प्रत्ययपरे अस्ति चेत् आकारस्य स्थाने ईकारादेशः भवति हिन्दी स्ना प्रत्यय धातोः किन्तु भूप्रत्यय सम्यकधातु तर्हि धातु परन्तु भूसंज्ञकधातुः चेत् न भवति ओके सो भूसंज्ञकधातुः चेत् न भवति ई लुप्तप्रथमाकं पदं वाट् इस् दिस् लुप्तप्रथमाकं पदम् ऐ डो अहं न जानामि विभक्ति अत्र कुत्र लिखितमस्ति ई लुप्तप्रथमा इत्युक्ते सूत्रे ई इत्येव उक्तं तत्र विभक्तिः न दृश्यते खलु ई इत्यस्य प्रथमाविभक्तिः का नदी इति दीर्घस्त्रीलिङ्गपदमस्ति चेत् तत्र किं भवति तत्र ई इति एव अस्ति तत्र पुल्लिङ्गपदम् अस्ति चेत् दीर्घ इकारान्तपुल्लिङ्गपदम् ईः इति भवेत् खलु ईः परन्तु ई इत्येव दत्तमस्ति इति कृत्वा विभक्तेः लोपः ईयोगः सुप् ईः इति स्यात् परन्तु ई इति दत्तमस्ति अतः ई इति विभक्तेः लोपं कृत्वा प्रदर्शितमस्ति केवलं सूत्रे लोपः भवति अगोः सत्यन्तं सूत्रम् स्नाभ्यस्तयोरातः इत्यस्मात् स्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्तिः गमघनघनघनघसां लोपः इत्यस्मात् किमिति इत्यस्य अनुवृत्तिः अत उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य नाव्यस्तयोः आतः किमिति हलि सार्वधातुके अधोः so when it is not bhusamya then snabhyasyo ratah sutra sutrate ee adeshah bhavati iti hali sarvadatike pare asite अस्य अस्य सूत्रस्य का आवश्यकता श्नाभ्यस्तयोः आतः इत्यनेन इत्यस्य अपि च अनयोः कः भेदः अत्र भूसंज्ञः न अस्ति चेत् देन् ईहयगोः कार्यं करोति गूसंज्ञकः इति त्यजतु गूसंज्ञकः इति एकवारं त्यजतु अन्यत्र अस्य सूत्रस्य अपि च श्नाभ्यस्तयोः अतः कः भेदः भेदः अस्ति वा न वा कारस्य लोपः भवति इति सार्वधातुकप्रत्ययपरे अस्ति अत्र कितिमिति अत्र ईहयोः अशुदशैति कितिनिति प्रत्ययपदे अस्ति चेत् कितिनिति अस्ति परन्तु अत्र केवलं कितिनिति इति अस्ति वा ईहल्यगोः इत्यत्र ईहल्यगोः कितिनिति हलादि सार्वदात्तक प्रत्ययपरे इति हलादिः इत्यपि अस्ति खलु हलादिः इत्यपि अस्ति खलु न केवलं कितिनिति पूर्वसूत्रे केवलं कितिनिति अस्ति अत्र हलि इत्यपि अस्ति पूर्वसूत्रे अकारस्य लोपः अत्र किं भवति अत्र ईकारादेशः भवति हा इति भेदः अस्ति पूर्वसूत्रे आकारस्य लोपः अत्र आकारस्य स्थाने ईकारादेशः अत्र तु हलि इति अपि अस्ति पूर्वसूत्रे हलि वा अजादिः वा तत्र नास्ति विषयः यः कोऽपि प्रत्ययः सार्वधातुकप्रत्ययः कितिनिति प्रत्ययः तत्र आकारस्य लोपः भवति हलादिः अस्ति चेदपि भवति तर्हि अत्र किमर्थम् अत्र सूत्रं कृतम् उषा भगिनी किञ्चित् वदतु पूर्वसूत्रे हलादि अपित् प्रत्ययः वा अथवा अजादि अपित् प्रत्ययः इति न उक्तं स्नाभ्यस्तयोरातः स्नाप्रत्ययान्त अङ्गस्य कृते हलादि अपित्वा अजादि अपित्वा आकारस्य लोपः इति वयं स्वीकर्तुं शक्नुमः परन्तु ईहल्यगोः इति सूत्रेण हलादि अपित् प्रत्ययः अस्ति चेत् अत्र आकारस्य लोपः नास्ति परन्तु पूर्वसूत्रं प्रबाद्य श्नाभ्यस्तयोरातः इति सूत्रं प्रबाद्य ई इति आदेशः भवति आकारस्य स्थाने इति अस्ति अतः ई भवति इति अनयोः कः सम्बन्धः अनयोः सूत्रयोः भगिनि अनयोः सूत्रे अश्नाभ्यस्तयोरातः ई हल्यगोः अश्नाभ्यस्तयोरातः अपवादसूत्रं वा भवती प्रतिपादयतु अपवादः चेत् कथम् इति प्रतिपादयतु अपवादः इति चेत् यत्र यत्र यत्र यत्र ईहल्यगोः यत्र यत्र अपित् प्रत्ययः अस्ति हलादि वा अजादि वा स्नाभ्यस्तयोरातः इत्यस्य कार्यं भवितुम् अर्हति परन्तु अत्र हलादि अपित् न यत्र यत्र इति तथा प्रतिपादयति चेत् अपवादस्य विषये नास्ति तथा इत्युक्ते भवती किं वक्तुमिच्छति यत्र यत्र श्नाभ्यस्तयोः अतः आयाति तत्र तत्र ई हल्यगोः आयाति इति नास्ति खलु न न न न यत्र देन् यत्र यत्र ई हल्यगोः अपि कार्यं कर्तुं शक्यते तत्र श्नाभ्यस्तयोरातः अपि कार्यं कर्तुं शक्यते इति कृत्वा इति कृत्वा ई हल्यगोः इत्यस्य अप्लिकेशन् तथा प्रसक्तिः नो नो वेस्ट् भवति व्यर्थः सूत्रं व्यर्थः भवति तस्य अन्यत्र लब्धावकाशः नास्ति नास्ति अन्यत्र लब्धावकाशः इति कृत्वा सूत्रं व्यर्थं भवति इति कृत्वा अपवादसूत्रम् अस्ति अपवादसूत्रम् ईहल्यगोः श्नाभ्यस्तयोः इत्यस्य अपवादसूत्रम् अस्ति अस्तु अग्रे यद् लिखितमस्ति अभ्यस्तसंज्ञक अङ्गं यथा जुहोत्यादिगणे तद् वदतु अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा धातुः मिमा इति अङ्गं मिमा योगः ते मिमीते अभ्यस्तसंज्ञकम् अङ्गम् अभ्यस्तसंज्ञकम् अङ्गम् इत्युक्ते यत्र उदाहरणेन जुहोत्यादिगणे मा धातुः मा धातुः प्रथमं जुहोत्यादिगणे वयं प्रायेण द्वित्वं कुर्मः द्वित्वं कुर्मः चेत् मिमा इति भवति मिमा द्वित्वानन्तरं मिमा भवति मिमा इति अङ्गम् अस्ति चेत् आत्मनेपति धातु प्रथमपुरुष एकवचनं मिमायोगः ते आकारः अन्तिम आकारः अस्ति ते इति अपित् प्रत्ययः आत्मनेपति सर्वे प्रत्ययः आत्मनेपति ते अपित् प्रत्ययः अपित् प्रत्ययः अस्ति चेत् अपित् प्रत्ययः किति ङिति अपित् इत्यनेन सार्वधातुक अपित् प्रत्ययः इत्यनेन ङित्वद् भवति इत्यनेन किति ङिति कृते कित् ङित् प्रत्ययः परः अस्ति इति कित्नित् प्रत्ययः परः अस्ति चेत् आकारस्य स्थाने लोपः अथवा ईहल्यगोः बोत् सूत्रम् अस्ति चेत् वयं जानीमः आतः स्थाने ई एव भवितुम् अर्हति, यतोहि ते इति हलादि हलादि अपित् अस्ति इत्यनेन मिमीते इति भवति. सो मिमीते ते आते अते मिमीते मिमते तत्रापि आते ते आते अते ते आते अते अपि मिमते एव भगिनि. मिमीते मिमते मिमते मिमते एक मिमि मिमीते मिमाते मिमते मिमीते मिमाते मिमाते ओ मिम् भवति अनन्त आकारस्य लोपः भवति अनन्तरम् आते इति प्रत्ययः अस्ति. ते आते आते इति प्रत्ययः अस्ति खलु, आकारस्य लोपः आते इति प्रत्ययः. प्रथम ते इति प्रत्यये तत्र ईहल्यगोः इत्यस्य कार्यं, द्विवचने श्नाभ्यस्तयोः अतः इत्यस्य कार्यं, बहुवचने अपि श्नाभ्यस्तयोः अतः. अस्तु समीचीनम्. अस्तु अग्रे अपि पठतु. परस्मैपते लट् परस्मैपते लट् स्थूलाक्षरैः लिखिताः प्रत्ययः पितः इति अन्य अपितः. शीतः अन्ति शीतः त मि वहामः वयं जानीमः ति सी मि पित् प्रत्ययः. परस्मैपति लटि क्री धातुः, क्री इति धातु क्री योगः श्ना श्ना प्रत्ययः क्री इति क्रयादिगणे श्ना प्रत्ययः विकरण. अत्र दर्शनस्य आवश्यकता नास्ति, इदानीं वयं जानीमः सूत्राणि कानि इति. तर्हि लटि रूपाणि वदतु. क्रीणाति स्त्रीणाति किञ्चित् सूत्राधारेण वदतु, केवलं रूपं नास्ति. ओके अस्तु. स्त्रीणाति पित् प्रत्ययः, परन्तु श्ना प्रत्ययः इत्यस्य कृते कार्यं नास्ति, यतोहि श्ना प्रत्ययः अपित् प्रत्ययः इत्यनेन क्रीणाति एव सिद्ध्यति. क्रीणाति क्रीणायोगः तः तः इति अपित् प्रत्ययः, अपित् प्रत्ययः इत्यनेन ङित्वद् भवति इत्यनेन स्नाभ्यस्तयोरातः इत्यनेन न न हलादि हलादि अपित् हलादि अपित् इत्यनेन क्रीणीतः क्रीणाति क्रीणीतः क्रीणायोगः अन्ति अन्ति ङित् प्रत्ययः अत्र अन्ति इति अजादि अजादि अपित् प्रत्ययः इत्यनेन स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः क्रीणा इत्यस्य आकारस्य लोपः भवति. क्रीण् योगः अन्ति क्रीणन्ति क्रीणाति क्रीणीतः क्रीणन्ति क्रीणायोगः सि सि इति पित् प्रत्ययः श्ना प्रत्ययः अपित् क्रीणासि क्रीणासि आकार क्रीणासि एव क्रीणायोगः तः तः अपित् प्रत्ययः हलादि अपित् प्रत्ययः ईहल्यगोः इत्यस्य कार्यं भवति. क्रीणीतः इति भवति क्रीणायोगः थ हलादि अपित् तथा एव क्रीणीथ. सो क्रीणासि क्रीणीतः क्रीणीत क्रीणामि क्रीणामि पित् प्रत्ययः कार्यं नास्ति. क्रीणामि क्रीणायोगः वः हलादि हलादि अपित् ईहल्यगोः इत्यस्य कार्यं. क्रीणीवः क्रीणीमः तथा एव क्रीणीमः. समीचीनम्. अस्तु धन्यवादः भगिनी. इदानीं तत्र लोटि एवमेव रूपाणि किं विजया भगिनी वक्तुमिच्छति वा अथवा शृणोति वा? महोदय अस्वस्थ अस्मि महोदय. अच्छा अच्छा ओके नो प्राब्लम्. अस्तु तर्हि विजयलक्ष्मी भगिनी वदतु. क्री धातोः आत्मनेपदे रूपाणि न न तत्र लोटि वदतु. परस्मैपदी लोटि परस्मैपदी लट् अभवत्, इदानीं परस्मैपदी लोट्. अदृष्ट्वा वदतु. हा लोट् इत्यत्र किं भवति आताम् इति अङ्गं किम् अस्ति क्रीणा इति अङ्गं खलु क्रीणा इति अङ्गं प्रत्ययः कः परस्मैपदी तु ताम् अन्तु तु तात् ताम् अन्तु तत्र क्रीणातु क्रीणीतः क्रीणातु क्रीणीतात् तत् पुरतः भवति चेत् इसि भवति क्रीणातु क्रीणीतात् ताम् तु ताम् किं कथं भवति इत्यपि प्रतिपादयतु तत्र ताम् इति हलादि अस्ति इति कृत्वा पित्वा पित्वा अपित् अस्ति अतः ई हल्यघोः इत्यस्य प्रसक्तिः भवति आकारस्य स्थाने ईकारः भवति अतः क्रीणीताम् इति भवति अपि च क्रीणन्तु इति भवति तत्र अकारस्य लोपः भवति केन सूत्रेण अकारस्य वा आकारस्य वा आकारस्य आकारस्य आतः इति सूत्रमासीत् खलु श्नाभ्यस्तयोर् आतः तेन सूत्रेण आकारस्य लोपः भवति अतः क्रीन् इति भवति क्रीन् योगः अन्तु क्रीणन्तु इति भवति मध्यमपुरुष एकवचने क्रीणीतात् क्रीणीतात् तत्र अपि ईहल्यघोः इत्यनेन आकारस्य ईकारः भवति क्रीणीतात् इति रूपं सिद्ध्यति क्रीणातु क्रीणीतां क्रीणन्तु क्रीणीतात् क्रीणीतं क्रीणीतं न अत्र अन्यत् अपि रूपम् अस्ति खलु एकवचने रूपद्वयम् उक्तवती वा एकवचने तु उक्तवती किमस्ति रूपद्वयं मध्यमपुरुषे हि इति आगच्छति वा भगिनी आगच्छति एव एवं वा सूत्रं तु विस्मृतवती सेहर्यपिच्च इत्यनेन हि इति आगच्छति मध्यमपुरुष एकवचनस्य स्थाने तिङ् प्रत्ययस्य स्थाने अपि च अतः क्रीणातु क्रीणीतात् क्रीणीतां क्रीणन्तु एकवचने हि इति प्रत्ययस्य किम् उक्तवती रूपम् उक्तवती वा क्रीणीतात् इति उक्तवती एकमेव रूपम् उक्तवती खलु हि इति अपि प्रत्ययः अस्ति खलु रूपद्वयम् अस्ति तत्र तत्र मध्यमपुरुषे एकवचने एव क्रीणीः इति भवति वा क्रीणीः परन्तु ईकारस्य तः तत्रापि अपित् अस्ति इति कृत्वा ईहल्यघोः इत्यनेन आकारस्य ईकारः भवति अतः क्रीणीः इति भवति अपरं रूपं क्रीणीतात् इत्येव मध्यमपुरुषद्विवचने तत्र तम् इति आयाति. तत्रापि ई हल्यघोः इत्यनेन आकारस्य ईकारः भवति. क्रीणीतम् अपि च क्रीणीत क्रीणीत उत्तमपुरुषे पूर्वम् इदानीमेव दृष्टवन्तः खलु क्रीणानि क्रीणानि. अत्र श्नाभ्यसेर अतः कार्यं न करोति वा? तत्र प्रत्ययः किम् अस्ति ज्ञापयतु. प्रत्ययः किमस्ति उत्तमपुरुषे? अत्र उपरि दत्तमस्ति खलु लिस्ट्. उपरि कुत्र अस्ति? अस्ति सीतः अन्ति नास्ति खलु लोट् इत्यत्र. आनी इति अस्ति तत्र. क्रीणानि इत्यत्र तस्मात् उपरि भगिनि, तस्मात् उपरि अस्ति खलु तिङ्संज्ञकप्रत्ययसिद्धिः इति. सर्वाणि सिद्धप्रत्य सर्वे सिद्धप्रत्ययः एते प्रत्ययाः भवत्याः मनसि भवेयुः, तत्र नास्ति करपत्रे नास्ति मनसि. कण्टिन्यूस् यदा वदामि वक्तुं शक्नोमि एवं प्रत्ययः किम् अपित्वा पित्वा एतत् सर्वम् उक्त्वा तत् तिङ्प्रत्यय एव विस्मरामि. आनी इत्यत्रापि अकारस्य आकारस्य लोपः भवति अतः क्रीण् इति अङ्गम् आनी इत्यस्य योजनेन क्रीणानि इति भवति. समीचीनं वा? क्रीणानि आम्. अपि च आव आव इत्यत्र क्रीणाव क्रीणाम इति भवति. केन कारणेन क्रीणाव? तत्रापि अकारस्य लोपः भवति किल. आम् तत्रापि अकारस्य लोपः भवति. आकारस्य लोपः कुत्र भवति इति वदति? आकारस्य लोपः आनि आव आम इति कीदृशप्रत्ययः? किति ङिति सार्वधातुकप्रत्यये परे आकारस्य लोपः भवति. आनि आव कितिनिति अस्ति वा? नास्ति नास्ति कितिनिति नास्ति सार्वधातुकप्रत्यय अतः आकारस्य लोपः भवति. क्रीण् इति एव न लोपः न भवति. लोपः कथं भवति? सार्वधातुकपदे एव आकारस्य सत्यं सत्यम् अतः लोपः न भवति केवलं सवर्णदीर्घः इति वा? आमाम् सवर्णदीर्घः भवति अतः क्रीणानि क्रीणाव क्रीणाम इति भवति. अस्तु सम्यक् सम्यक् समीचीनम्. अस्तु भगिनि धन्यवादः. इदानीं शोभा भगिनी किं लङ् लकारे? लङ् लकारे अस्तु तर्हि अहं सिद्धप्रत्ययान् दृष्ट्वा वदामि भगिनि. तत्र सिद्धप्रत्ययः पुरतः भवति चेत् वक्तुं शक्नोमि, न तु न शक्नोमि. लङि त ताम् अन् स तं ता अं वा मा. अस्तु इदानीं क्रीणा इति अङ्गं तर्हि अड् अडागमः अक्रीणात् तदनन्तरं ताम् अक्रीणा ताम् इत्यत्र क्रीणा इति तत्र दीर्घाकारः हलादि अपि प्रत्ययः अतः किं तत्र सूत्रम् ई हल्यघोः इत्यनेन दीर्घ आकारस्य इत्युक्ते हलादि अपित् अपित्सु अपित् किं प्रत्यय प्रत्ययेषु आकारस्य दीर्घ ईकारः अतः तत्र अक्री अक्रीणीताम् इति भवति क्रीणायोगः अन् तत्र अक्रीणा आकारः अक्रीणान् एव भवति इति मन्ये क्रीणायोगः अन् तत्र केवलं सवर्ण क्रीणायोगः अन् इत्यत्र किं भवति अक्रीणायोगः अन् अक्री ओ तत्र लोपः भवति खलु आकारस्य तर्हि लोपः आतः लोपः तत्र श्नाभ्यस्तयोरातः इत्यनेन लोपः भवेत् दीर्घाकारस्य तर्हि अक्रीणा इत्यस्य अक्रीण् इति भवति तदनन्तरम् अन् अक्रीणन् इति भवति इदानीम् अक्रीणायोगः सकारः तत्र सकारस्य तत्र कार्याणि भवन्ति अक्रीणा सकारस्य विसर्गादेशः तत्र ससचशोरुः इति आरभ्य अक्रीणाः इति भवति तत्र ऋत्वं तदनन्तरं खर अवसानयोर्विसर्जनीयः विसर्गः अक्रीणाः अक्रीणायोगः तम् अक्रीणीतं तत्र पुनः आकारस्य ईकारः ई हल्यघोः इत्यनेन पुनः हलादिप्रत्ययः अपि प्रत्ययः तथा एव अक्रीणत इति भवति तत्र दीर्घाकारस्य लोपः श्नाभ्यस्तयोरातः इत्यनेन अक्रीणत अक्रीणायोगः ता इति अजादि वा हलादि वा हलादि एव अपि च अपित् अपि तर्हि तत्र किं भवेत् क्रीणा इति अङ्गम् अक्रीणात इति अत्र सूत्रद्वयं कार्यं करोति खलु अपित् प्रत्ययः अस्ति चेत् सूत्रद्वयम् अस्ति एकं तु श्नाभ्यस्तयरातः अन्यत् तु ईहल्यगोः तयोः किं कार्यं भवति इत्येव निर्णयः तावदेव अत्र केवलं वर्णमेलनं नास्ति हलादि अपित्सु इति तत्र द्वयोः सूत्रयोः अपि निमित्तं भवति श्नाभ्यस्तयोरातः इत्यनेन किं भवति सार्वधातुके प्रत्यये परे तत्र हलादि अजादि अपित् अथवा हलादि अपित् तत्र ईकारः किं तत्र एकत्र आकारस्य लोपः किन्तु ई हल्यगोः इत्यनेन हलादिषु अपित्सु ओ तत्र ई आगच्छति इत्युक्ते प्रबाध्य अपवादत्वेन सूत्रं कार्यं करोति अतः तर्हि तत्र अक्रीणा इति अक्रीणी इति भवति अक्रीणीत अक्रीणायोगः अम् अक्रीणम् इति भवेत् अक्रीण न न किमर्थम् अक्रीणं तत्र क्रीणा अक्रीणा इति अङ्गम् अम् इति प्रत्ययः कीदृशः प्रत्ययः अम् तत्र पित् अस्ति प्रत्ययः तर्हि तेन किं तत्र पित् अस्ति चेत् अजादि अपित्सु अजादिपित्सु किं भवति अजादिपित्सु अपि हलादि वा अजादि वा तत्र अपि अजादिपित्सु अजादिपित्सु गुणकार्यं भवति गुणः भवति न अत्र गुणस्य निषेधः खलु अम् इति प्रत्ययः क्षम्यताम् अत्र अम् इति प्रत्ययः अस्ति चेत् गुणः समय सत्यं गुणः भवितुमर्हति परन्तु अत्र अङ्गे ईगन्तम् अङ्गम् अस्ति वा ईगन्तम् अङ्गं नास्ति तत्र हलन्त अङ्गं पित्सु तत्र ओ तत्र किम् केवलं सन्धिकार्यमेव तावदेव ओ अस्तु सन्धिकार्यमेव तस्य अत्र केवलं कार्यद्वयमेव अस्ति हलादि पित्सु चेत् किमपि कार्यं नास्ति केवलं योजनम् अजादि पित्सु सन्धिकार्यं हलादि अपित्सु ईहल्यगोः अजादि अपित्सु श्नाभ्यस्तयरातः इति तावदेव अत्र सर्वत्र सन्धि केवलं तत्र सन्धि इत्युक्ते तत्र क्रीणायोगः अम् तरुणदीर्घः इति खलु हा तर्हि अक्रीणाम् इति भवति अक्रीणाम् अस्तु अक्रीणाम् अक्रीणाव अक्रीणाम इति भवति न न न अत्रापि व इति प्रत्ययः कीदृशः तत्र व इति प्रत्ययः अपित् अपि च हलादिप्रत्ययः तर्हि अस्तु अपित् हलादि अस्ति चेत् तत्र हलादि अपित् अस्ति चेत् ई हल हल्यघोः इत्यस्य कार्यं भवति ईकारः भवति अक्रीणीव अक्रीणीम इति भवति क्षम्यताम् इति अस्ति समीचीनं समीचीनम् अस्तु उमा भगिनी विधिलिङ्ग् झटिति कुत्र अस्ति न श्रूयते उच्चैः वदतु उच्चैः वदतु भगिनि किमपि न श्रूयते किञ्चित् उच्चैः वदतु वदतु वदतु प्रयत्नं कुर्मः क्रीणायोगः यात् किं भवति तत्र क्रीणायोगः यात् आकारस्य लोपः अपि प्रत्येकरे अस्ति चेत् कः क्लेशः कः प्रत्ययः कः अजादि वा हलादि वा अपित्वा पित्वा किम् अस्ति प्रत्ययः यात् अजादि वा हलादि वा हलादि पित्वा अपित्वा अपित् तर्हि किं भवति किं कार्यं भवति आकारस्य स्थाने ईकारादिकः तावदेव करोतु अकारस्य ईकारः करोतु क्रीणीतः क्रीणीयात् क्रीणीयात् यातां क्रीणीयात् न समीचीनं वदतु क्रीणीयात् क्रीणीयात् प्रत्ययाः के के प्रत्ययाः तावदेव समीचीनं समीचीनं सर्वत्र ईहल्यगोः तावदेव अन्यत् किमपि नास्ति अस्तु समीचीनं तर्हि अस्तु तर्हि आत्मनेपदी प्रत्ययः तर्हि किम् उषा भगिनी वदति वा भगिनि क्री इति धातु उभयपति ते आते आते लट् प्रत्यय आत्मनेपति लट्टि ते आते आते ते आते द्वे ये वहे महे सर्वे प्रत्ययाः अपित् प्रत्ययाः ते आते अते क्रीणा इति अङ्गं क्रीणायोगः ते अपित् प्रत्ययः अपित् प्रत्ययः हलादि अपित् क्रीणीते ईहल्यगोः इत्यस्य कार्यं क्रीणीते क्रीणायोगः आते अजादि अपित् अजादि अपित् इत्यनेन श्नाभ्यस्तयोरात् अजादि अपित् अजादि अपित् इत्यनेन श्नाभ्यस्तयोरातः इत्यस्य आतस्य आकारस्य लोपः क्रीण्योगः आते क्रीणाते क्रीणाते क्रीणते एव तथा एव क्रीणते श्नाभ्यस्तयोरातः इत्यस्य कार्यं से से हलादि हलादि अपित् ईहल्यगोः इत्यस्य कार्यं क्रीणी क्रीणीषे क्रीणीषे आदेशप्रत्ययोः ईकारः इन्कोः इत्यनेन क्रीणीषे अनन्तरम् आथे आते अजादि श्नाभ्यस्तयोरातः इत्यस्य कार्यम् आकारस्य लोपः अनन्तरं प्रत्ययस्य आकारः योजनं क्रीणाथे द्वे त्रीणि द्वे त्रीणि द्वे फलादि फलादि एकवचने मध्यमपुष्पे एकवचने उक्तवती वा मया न श्रुतम् आम् आं भगिनि क्रीणायोगः से हलादि हलादि अपित् हलादि अपित् इत्यनेन ईहल्यगोः इत्यस्य कार्यं क्रीणि षे त्रीणीषे इति भवति त्रीणीषे आदेशप्रत्ययोः इत्यस्य कार्यम् आदेशप्रत्ययोः क्रीणि इति से पूर्वम् ईकारः अस्ति इत्यनेन इन्कोः इत्यस्य त्री आदेशप्रत्ययोः इत्यनेन सकारस्य षकारः भवति मूर्धन्यषकारः भवति त्रीणीषे त्रीणीषे अनन्तरं क्रीणायोगः आथे आते आकारस्य क्रीणा इत्यस्य आकारस्य लोपः परन्तु प्रत्ययस्य कृते अपि आकारः अस्ति इत्यनेन क्रीणाथे एव भवति अनन्तरं द्वे द्वे हलादि हलादि अपित् हलादि अपित् इत्यनेन ईहल्यगोः इत्यस्य कार्यं क्रीणा इति क्रीणी इति भवति क्रीणी द्वे त्रीणी द्वे ये वहे महे इन् ए इति अजादि ए इति अजादि अपित् इत्यनेन आकारस्य लोपः भवति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः क्रीण् क्रीण् क्रीणे क्रीणे भवति क्रीणे क्रीणीमहे क्रीणीमहे इति भवति सम्यक् सम्यक् अस्तु विजयलक्ष्मी भगिनी लोटि लोट् लोट् प्रत्ययः एकवारं वदामि ताम् अताम् अताम् श्व अथां त्वम् ऐ आवहै आमहै इति अस्ति अत्र क्रीणा इति अङ्गं लोट् लकारे आकारस्य किं भवति ईकारः भवति क्रीणीताम् इति भवति द्विवचने आकारस्य लोपः भवति अतः क्रीण् योगः आतां क्रीणातां बहुवचने अपि आकारस्य लोपः भवति क्रीण् योगः अतां क्रीणतां सूत्रम् आतः किम् आतः श्नाभ्यस् तयोर् आतः इति सूत्रेण लोपः अभवत् अतः क्रीणीतां क्रीणातां क्रीणताम् इति प्रथमपुरुषरूपाणि स्व अथां ध्वं तत्र क्रीणा योगः स्व तत्र आकारस्य ईकारः भवति यतोहि किमस्ति हलादि अपित् अस्ति इति कृत्वा क्रीणीष्व इत्यत्र षकार षत्वं भवति वा भगिनी? आमां क्रीणीष् इति एव सम्यक् श्रूयते क्रीणीष्व क्रीणीष्व कथं सम्यक् श्रूयते न क्रीणीष्व इति एव सम्यक् श्रूयते आमां सत्यं सत्यम् आमां वदतु आम् अपि च आथाम् इति अस्ति तत्र उत्तमपुरुष प्रथमपुरुषे यथा आसीत् तथा एव भवति आथाम् इत्यत्र अतः क्रीणाथाम् इति भवति ध्वं ध्वं तु हलादि अस्ति अतः भिन्नसूत्रम् आयाति अत्र हलादि अपि अस्ति इति कृत्वा आकारस्य ईकारः भवति ई हल् यघोः इति सूत्रेण रूपं भवति क्रीणा योगः ध्वं क्रीणी ध्वम् इति भवति अपि च ऐ आवहै आमहै अत्र ऐ इति हला आजादि अस्ति क्रीणा योगः ऐ सन्धिकार्यं क्रीणै क्रीणै इति भवति वा भगिनि? आमां तत्र पित् प्रत्ययः अस्ति खलु पित् प्रत्ययः अतः सन्धिकार्यं भवति क्रीणै अपि च किम् आसीत् ऐ आवहै आमहै आवहै इत्यत्र पुनः न किमपि न भवति सन्धिकार्यमेव क्रीणावहै क्रीणामहै इति सवर्णदीर्घः समीचीनं समीचीनम् अस्तु शोभा भगिनी लङ्गि भगिनि इदानीं लङ्गि सर्वे प्रत्ययः अपितः अपि च अपित् अस्ति एव सर्वत्र अपि च अजादि अस्ति चेत् श्नाभ्यस्तरयो तयोरातः इति इत्यस्य कार्यं हलादि अस्ति चेत् अपवादत्वेन ई हल्यघोः इत्यस्य कार्यं तत्र लङ्लकारे अडगमः अक्रीण इति अङ्गम् अक्रीणयोगः हलादि अपित् अस्ति अतः ईकारः अक्रीणीत इति भवति आताम् अजादि अपि ततः आकारस्य लोपः अक्रीण इत्यस्य अक्रीण् अक्रीणाताम् अग्रे अपि अत अजादि अपि अक्रीणा इत्यस्य अक्रीण् योगः अत अक्रीणत थाः हलादि अपि अतः तत्रापि ई किं तत्र ई हल्यगोः दीर्घ आकारस्य ईकारः अक्रीणीथाः तदनन्तरं पुनः अजादि अतः आकारलोपः अक्रीणाथाम् अजादि हा आकारलोपः हलादि पुनः अक्रीणीध्वम् तदनन्तरम् अजादि पुनः तत्र अक्रीण भवति अक्रीणि इति भवति वा अक्रीणि पुनः हलादि प्रत्ययः तत्र आकारलोपः अक्रीण्वहि इति भवति किमर्थम् अक्रीण्वहि अत्र प्रत्ययः कः अस्तु तत्र हलादि अपि ओ क्षम्यताम् अक्रीणीवहि अक्रीणीमहि हा समीचीनं सम्यक् अस्तु उमाभगिनि विदिलि वदति वा न श्रूयते वदामि सम्यक् सुखं नास्ति तस्मात् वक्तुं न शक्नोति वा वदामि अस्तु अस्तु वदतु आत्मनेपदी क्री दातु नास्ति अडागमः नास्ति क्रीणीत क्रीणीयातां क्रीणीरन् क्रीणिकाः क्रीणीयातां क्रीणीध्वं क्रीणीय क्रीणीवति क्रीणीमहि सर्वत्र किं कार्यं सर्वत्र न न आकारस्य लोपः तावदेव ईकारादेशः नास्ति इत्युक्ते कार्यद्वयं वदति भवती आकारलोपः ईकारादेशः इति कार्यद्वयं क्रीणीताः सर्वत्र आकारस्य लोपः तावदेव क्रीणायोगः ईत अजादिप्रत्ययः इति कृत्वा आकारस्य लोपः सर्वत्र अनन्तरं वर्णमेलनम् रूपाणि वदतु क्रीणीत क्रीणीयातां क्रीणीरन् क्रीणीताः क्रीणीयातां क्रीणीध्वं क्रीणीय क्रीणीवति क्रीणीमहि अस्तु सम्यक् समीचीनम् इति क्रीधातोः रूपाणि अस्माभिः साधितानि तर्हि अत्र इतः अग्रे अग्रे गन्तुं शक्नुमः आदेशप्रत्ययः इति सूत्रं पठनीयं तद् परिचितमेव अस्माकम् एकवारं पठित्वा अग्रे गच्छामः अथवा अत्र कोऽपि अत्र कः पठति अत्र उषभग्नि पठतु एकवारम् आदेशप्रत्ययः समापयामः आदेशप्रत्ययोः इन् प्रत्याहारात् ख वर्गीयाच्च परे अपदान्तः आदेशरूपिप्रत्यय अवयवप्रत्यय अवयवः वा आदेशरूपी अथवा प्रत्यय अवयवः वा सकारः अस्ति चेत् तर्हि तस्य सकारस्य स्थाने षकार आदेशः भवति अस्य कार्यस्य नाम षत्वविधिः इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः इ उ ऋ लृ ए ओ ऐ औ हयवरल आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं परं स्थाने अन्तरतमः इत्यनेन ठ ड ढ ण ष इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम् अतः षकारः एव आदिष्टः भवति नुं विसर्गः शर् प्रत्याहार हारस्थवर्णः च मध्ये सन्ति चेदपि कार्यं भवति आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः षष्ट्यन्तम् एकपदमितं सूत्रम् आदेशप्रत्ययोः सहे साढः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः नुं विसर्जनीयशर् व्यवाये अपि इत्यस्य पूर्णा अनुवृत्तिः तयोर्गिवा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां विषये नुं विसर्जनीय शर्व्यवाये अपि आदेशप्रत्ययोः इन् प्रत्याहारः अस्ति अनन्तरं खवर्गीयवर्णः अथवा कवर्गीयवर्णः अस्ति चेत् परे अपि च इण् वर्ग इण् प्रत्याहारात् परः अथवा कवर्गीयात् परः अप्पदान्तसकारः अस्ति चेत् अप्पदान्तसकारः अथवा आदेशरूपी प्रत्यय आदेशरूपी सकारः अथवा प्रत्यय अवयवः आदेशप्रत्ययोः अप्पदान्तः अप्पदान्तः आदेशरूपी अप्पदान्तः प्रत्यय अवयवसकारः अस्ति चेत् तर्हि तस्य सकारस्य स्थाने शकार आदेशः भवति इति अस्य सूत्रस्य कार्यम् अस्माकं परिचितमेव. अस्य कार्यस्य नाम षत्वविधिः. अस्तु, इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः वयं जानीमः. अकारं विहाय सर्वे स्वराः अपि च हयवराल अपि अस्ति. आदेशः हयवराल यतोहि इन् इति परणकारः कृते अस्ति. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थाने अन्तरतमः इत्यनेन टाटा डाडा नाश इत्येषु मूर्धन्यवर्णेषु शकारस्य एव शकारम् एव अत्र कर्तुं शक्यते, यतोहि शकारः एव आदिष्टः भवति. यतोहि सकारः इति परम् अस्ति. सकारः दन्त्यस्थाने मूर्धन्यशकारः एव भवितुमर्हति. टाटा डाडा न इति वर्गस्य वर्णः नास्ति. नुम् अपि च विसर्गा अपि शर् अपि शर् प्रत्याहारस्थवर्णः मध्ये अस्ति चेत् अपि कार्यं भवति इति वयं जानीमः. नुं विसर्जनीये शर्व्यवाये अपि इति सूत्रमिति अनुवृत्तिसहितम् आयाति इत्यनेन नुम् अस्ति मध्ये, विसर्गः अस्ति चेदपि कार्यं भवति. शर् प्रत्याहारस्थवर्णः च शर् प्रत्याहार इति मध्ये अस्ति चेदपि अस्य सूत्रस्य कार्यं भवति. अनन्तरम् आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः. आदेशप्रत्ययौ इति अस्ति चेत् तयोः तस्य इति इतरेतरद्वन्द्वः इतर आदेश अपि च प्रत्यय. अनन्तरम् अप्पदान्तः अपि अस्ति खलु भगिनि. अप्पदान्तः आदेशरूपी अप्पदान्त आदेशरूपी सकारः अथवा अप्पदान्तप्रत्यय अवयवसकारः इति वा? अस्तु, पदान्तप्रत्यय अवयवसकारः पदान्ते न भवेत्. सकारः प्रत्ययस्य सकारः अवयवः अथवा आदेशरूपी सकारः पदान्ते न भवेत्. यतो परः अस्ति इत्यनेनपि पदान्तः नास्ति इत्यनेन. अनन्तरम् अनुवृत्तिसहितसूत्रम् इण्कोः इण् वर्णः पूर्वम् अनन्तरं सकारः. न, परः अस्ति इति कृत्वा पदान्ते इति नास्ति. परः अस्ति चेदपि पदान्ते भवितुम् अर्हति, परन्तु पदान्ते अस्ति चेत् कार्यं न भवति. इण्कोः इत्यस्य अनन्तरं पदान्ते सकारः अस्ति, सः प्रत्ययस्य सकारः इति चेत् न भवति. ओ अस्तु अस्तु. अस्तु, समीचीनं. पुनरेकवारं वदतु भगिनि. इत्युक्ते इण्कोः इति इण्कोः इत्यस्य अनन्तरं सकारः, सकारः एव पदस्य अन्तिमवर्णः. इदानीं तत्र प्रातिपदिकं तादृशप्रातिपदिकम् अस्ति यस्य अन्ते सकारः अस्ति इति चिन्तयतु. पदस्य अन्ते सुप्रत्ययः अस्ति. मतिस् तत्र ईकारः अस्ति, तस्य अनन्तरं सकारः अस्ति. सः प्रत्ययस्य सकारः, प्रत्ययस्य सकारः, परन्तु तत्र न भवति. अस्तु, आं भगिनि. सो इण्कोः आदेशप्रत्ययोः अप्पदान्तस्य सह मूर्धन्यः संहिताय नुं विसर्जनीय शर्व्यवाय. सम्यक्, समीचीनं. तर्हि अत्र स्थगनं कुर्मः. अत्र अस्मिन् सूत्रे विशेषः कः इति चेत्, नुं प्रत्याहारस्थः वर्णः विसर्गः शर् प्रत्याहारस्थः वर्णः मध्ये चेदपि, निमित्तकार्ययोः मध्ये चेदपि कार्यं भवति इति विशेषः अस्ति. तदेव स्मर्तव्यम्. अस्तु, धन्यवादः, नमस्कारः, धन्यवादः विलम्बः, धन्यवादः भगिनी, नमस्कारः, धन्यवादः, नमस्कारः।